तर्हि गतरविवासरे गत न सप्ताहद्वयं प्राक् रविवासरे अस्माकम् अभ्यासः अस्माकम् अभ्यासः समाप्तः. कः अभ्यासः? अष्टाध्याय्यां प्रकृतेः प्रक्रिया च समग्रदृष्टिः. तत्र सार्वधातुकप्रत्ययाः सन्ति, आर्धातुकप्रत्ययाः सन्ति. सार्वधातुकः प्रत्ययः अस्ति चेत् कार्यं कथं भवति, आर्धातुकप्रत्ययः अस्ति चेत् कार्यं कथं भवति, यदि सार्वधातुकप्रत्ययः पित् अपि अस्ति चेत् कुत्र गुणः भवति, कुत्र गुणः न भवति, आर्धातुकप्रत्ययः अस्ति चेत् कित् नित् प्रत्ययः अस्ति चेत् वयं जानीमः यत् गुणः न भवति, वृद्धिः न भवति. तर्हि तदनन्तरं नित् नित् प्रत्ययः अस्ति चेत् तत्र वयं जानीमः यत् वृद्धेः प्रसक्तिः भवितुं शक्नोति. तदनन्तरं कित् नित् नित् नित् भिन्नः प्रत्ययः अस्ति चेत् गुणस्य प्रसक्तिः भवितुं शक्नोति. तदनन्तरम् अस्माभिः दृष्टं यत् कृत् प्रत्ययाः ये सन्ति ते अपि सार्वधातुक आर्धातुकाः भवन्ति. तत्रापि तर्हि केवलं तिङ्प्रत्ययः न, तिङ्प्रत्ययः अपि तु परन्तु कृत्प्रत्ययः अपि सार्वधातुक आर्धातुकाः भवितुं शक्नुवन्ति. एतत् सर्वम् अस्माभिः गत वर्गे द्रष्टम्. अस्तु, तर्हि अग्रे एकं लघुभाग अवशिष्यते, परिशिष्टम् अपेण्डिक्स्, तत्र एव तस्मिन्नेव करपत्रे तत्र एक अभ्यासानन्तरम् एकं परिशिष्टम् अस्ति, तत् पठित्वा अद्य अग्रे गच्छामः. तर्हि अत्र का अस्ति? लीना महोदय अस्ति खलु, लीना दोषी? आम् अस्मि. पठतु महोदय परिशिष्टम्. उपर्युक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः कित् णित् णित् कित् णित् भिन्नः एतावता अस्माभिः दृष्टं यत् युगादिगणे इकः गुणः न भवति. तत्र एकं सूत्रम् उक्तम् आसीत् किन्ति च. अत्र अस्य सूत्रस्य अर्थः स्थापितः. एकनिमेषः, मीना सुन्दरेशन् महोदय अस्ति खलु, महोदय म्यूट् करोतु, भवतः तत्र डिस्टर्बन्स् अस्ति. क्षम्यतां महोदय, कुत्र अस्ति इति कुत्र पठन्ती अस्ति भगिनी? अष्टाध्याय्यां प्रत्यय प्रख्या च समग्रदृष्टिः. तत्र परिशिष्टम् अस्ति, अभ्यासानन्तरं परिशिष्टम् अस्ति अन्तिमभागे. मम ओ अस्तु, अस्तु महोदय पठतु. अत्र अस्मिन् परिच्छेदे आर्धधातुकप्रत्ययः अस्ति चेत् प्रक्रिया त्रिविधा भवति. यत् कित् णित् अस्ति चेत् गुणनिषेधः भवति, णित् णित् अस्ति चेत् वृद्धिः भवति, कित् णित् णित् णित् भिन्नः अस्ति चेत् गुणः भवति. ईदृशाः प्रक्रियाः सन्ति. एतावता तुदादिगणे इकः गुणः न भवति इति उक्तम् अस्ति. तत्र किञ्चिच इति सूत्रस्य प्रसक्ति सूत्रम् उपयोजितम् अस्ति. तस्य अर्थम् अधः लिखितमस्ति. किञ्चिच 1.1.5 यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति इति सूत्रस्य आशयः. किन्ति च इति सूत्रे गित् कित् ङित् एते ग इत् क इत् वा ङ इत् अस्ति, तर्हि तत्र गुणः वृद्धिः न भवति इकस्थाने. इक् इति प्रत्याहारे ये वर्णाः सन्ति तेषां गुणः वा वृद्धिः न भवति इति एतत् सूत्रं कथयति. अस्मिन् सूत्रे च कित् ङित् इति उक्तं, किन्तु न केवलं कित् ङित् अपि तु गित् अपि इति अपि उक्तं. तर्हि अत्र एकः प्रश्नः उदेति. अत्र उपरितने पाठे अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः समग्रदृष्टिः इति उक्तम्। समग्रदृष्टिः इति चेत् गित् प्रत्ययस्य का गतिः, प्रक्रियाचिन्तने अस्य किं स्थानं, किमर्थं न उक्तम्। अस्मिन् परिच्छेदे एकः प्रश्नः उदितः यत् किन्ति च अस्मिन् सूत्रे ग इत् क इत् वा ङ इत् इत्यस्य कथनम् अस्ति, किन्तु अधुना पर्यन्तं वयं कित् वा गित् अस्ति चेत् किं भवति एतस्य चर्चा कृता, किन्तु यदि गित् अस्ति तर्हि किं कर्तव्यम् इति न द्रष्टव्यं, न किं कर्तव्यम् इति न, परन्तु गित् कुत्र आगच्छति एतदपि प्रश्नः अस्ति। आम् अस्तु, पठतु। उत्तरम् अस्ति यत् सम्पूर्णसंस्कृतभाषायां यानि प्रमुखकार्याणि सन्ति तेषां सर्वेषां साधनार्थम् उपरि यत् प्रदर्शितं तावद् एव आवश्यकम्। नाम कित् ङित् एव आवश्यकं, गित् न आवश्यकम् इति वक्तुम् इच्छति अत्र। गित् नाम्ना कश्चन प्रत्ययः अस्ति, स च एकः एव। सम्पूर्णसंस्कृतभाषायाम् एक एव प्रत्ययः गित् प्रत्ययः अस्ति, घ्नु घ्नु उच्चारणम् अतीव कठिनमस्ति तस्य। तस्य कृते च एकमेव सूत्रम्, अपि च अनेन क्स्नु प्रत्ययेन केवलम् एकः शब्दः निष्पन्नः, यस्य साधनार्थं क्स्नु प्रत्ययस्य गित्वम् आवश्यकम्। तदपि किञ्चित् विवादास्पदं, नाम अन्येन उपायेन इत्संज्ञकगकारं विनापि साधयितुं शक्यते। अतः आहत्य अस्माकं यः उपरितनमूलविषयः अस्ति तस्मिन् गित् प्रत्ययस्य किमपि स्थानं नास्ति। किम् आशयः अस्ति, आशयः अत्र अत्र उक्तमस्ति घ्नु इति एकमेव प्रत्ययः, यत्र ग इत् अस्ति तस्य आवश्यकता एकम् एव कार्ये अस्ति यत्र घ्नु प्रत्ययस्य गित्वम् आवश्यकं। परन्तु अत्र गकारः इत् कर्तुं विनापि कार्यं शक्यते, नाम गित् इति पदस्य आवश्यकता न अस्ति चेत् तर्हि प्रक्रियायाः कृते चलति इति उक्तमस्ति। तर्हि एकः एव प्रत्ययः अस्ति यत् गित् अस्ति, तस्य कृते एकमेव सूत्रम् अस्ति, तदपि एकः तस्मात् सूत्रात् अपि एकः एव शब्दः निष्पद्यते, अतः बहु न्यूनः तस्य क्षेत्रमस्ति, न्यूनं क्षेत्रमस्ति गित् प्रत्ययस्य। तत्रापि ग इत् अस्ति, तस्य बहु महत्त्वं नास्ति, तेन विनापि कार्यं कर्तुं शक्नुमः। अतः संस्कृतभाषायां वस्तुतः यदि यद्यपि स्मिति च इति सूत्रे गित् प्रत्ययः अपि अन्तर्भूतः अस्ति, परन्तु वस्तुतः केवलं कित् अथवा नित् इत्येव प्रत्ययानाम् अत्र कार्यं भवति इति वार्ता अस्ति। अस्तु, धन्यवादः। प्रश्नः महोदय, गित् अपि तत्र अन्तर्भूतम् अस्ति इति कथं जानीमः महोदय? न, अत्र अस्ति खलु, वस्तुतः निति अस्ति, तत्र क क ङ अस्ति, क क ङ, तत्र एक अस्ति, एककारः वस्तुतः गकारः अस्ति, तद् अनन्तरं सन्धि कृत्वा तस्यापि गकारस्य ककारः भवति, अतः तत्र वस्तुतः निति च अस्ति, क क ङ अस्ति, तत् वस्तुतः एकः ककारः गीत् अस्ति। कवर्गः केवलं क इत् क वर्णः। तदस्ति चेत् नकारस्य अपि किमर्थं तस्य लिखितमस्ति खलु, नकारः अपि कवर्गे अस्ति खलु। न तत् केवलं कवर्णः अस्ति, वर्गः पूर्णः नास्ति. अस्तु अग्रे जानकी महोदय अस्ति खलु. अत्र जिज्ञासूनां कृते गित् प्रत्ययस्य कार्यम् उपस्थाप्यते, परन्तु अस्य बोधः नितराम् अनावश्यकः अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम्. एकं सूत्रमस्ति ग्लाजिस्तश्च इक्स्नुः इति तृतीय अध्यायस्य द्वितीयपादे नवत्रिंशतोत्तर एकशततमसूत्रमस्ति. अत्र मूलप्रत्ययः अस्ति इग्ज्नु, तदा खरि च इति अष्टमाध्यायस्य चतुर्थपादे पञ्चपञ्चाशत्तमसूत्रमस्ति. इत्यनेन चर्त्वं कृत्वा इक्स्नु भवति. अनेन ग्ला जि स्था भू इत्येभ्यः चतुर्भ्यः धातुभ्यः इग्ज्नु प्रत्ययः विधीयते. ग्ला इग्ज्नु, ग्ला स्नु, ग्ला स्नु इति भवति. गकारस्य लषक् कुतद्धिते इति कारणात् तत्र इत् सम्यकः पुनः लोपः भवति. अतः ग्लास्नु इति भवति, स्नु भवति, ग्लास्नु इति भवति. प्रथमाविभक्तौ एकवचने ग्लास्नुः. एवमेव जि स्नु जिष्णुः, स्था योगः स्नु स्थास्नुः, भू योगः स्नु भूष्णुः. एषु अस्तु अत्र विष्णु कस्य नाम अस्ति? विष्णु न यः जयं जेतुं जिष्णु न जाने महोदय. अर्जुन विष्णु अस्तु अर्जुनस्य अस्तु जिष्णुः. एषु चतुर्षु नाम एव जिष्णुः इति अहं चिन्तयामि. किं महोदय? विष्णुं जिष्णु महाविष्णु महाविष्णु विष्णु विष्णुनामः एव जिष्णुः इति अपि मया पठितमस्ति यत् अर्जुनस्य अपि एक तस्य दश नामानि सन्ति, तत्र एकं नाम अस्ति जिष्णु महोदय. अस्तु एषु चतुर्षु जीधातौ च भूधातौ च गुणनिषेधः आवश्यकः. ग्लाधातौ च स्थाधातौ च किमपि कार्यं नावश्यकम्, केवलं वर्णमेलनम्. अतः चिन्तयितुं शक्नुमः यत् अत्र प्रत्ययः इक्स्नु इत्येव भवति चेत् किङ्ति च इति सूत्र प्रथमाध्यायस्य प्रथमपादे पञ्चमसूत्रमस्ति. इति सूत्रद्वारा गुणनिषेधः सेत्स्यति. अतः किमर्थं न इक्स्नु इत्येव भवतु, इग्ज्नु इत्यस्य का आवश्यकता? इग्ज्नु प्रत्ययं त्यजाम, इक्स्नु इत्येव भवतु. अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु, किन्तु अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते घुमास्तागापाजहातिसां हलि षष्ठ अध्यायस्य चतुर्थपादे षड्षष्टितमसूत्रम्. अनेन घू मा स्था गा पा हा ओहाक् सा शो इति धातु, एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि कित्ङित् आर्धधातुकप्रत्यये परे. तर्हि प्रत्ययः इक्स्नु अस्ति चेत् घुमास्तागापाजहातिसाम् अलि इत्यनेन स्ता इक्स्नु स्ती स्नु इति भवति. किमर्थं तद् सूत्रमस्ति इति कारणात् स्ती स्नु भवति. स्तीष्णु इति अनिष्टं रूपं सेत्स्यति. तस्य निवारणार्थं मूलप्रत्ययः इग्स्नु इति कृतमस्ति. अपि च यदा इग्स्नु इति प्रत्ययः जातः तस्य द्वित्वे गुणनिषेधक्षमता अपि आवश्यकी, जिष्णु भूष्णु इति द्वयोः साधनार्थम्. एतदर्थमेव किङ्ति च इति सूत्रे गकारस्य प्रश्लेषः कृतः, नो चेत् अस्मिन् सूत्रे गकारस्य आवश्यकता एव नास्ति. केवलं द्वयोः शब्दयोः कृते जिष्णुभूष्णु किङ्ति च इति सूत्रे गकारः संयोजितः. सर्वे एव पश्यन्तु यथा यदा पाणिनिना अष्टाध्यायाः निर्माणः कृतः तर्हि कथमासीत्? प्रथमः व्याकरणः आगत्य तदनन्तरं भाषा निष्पद्यते इति तु नास्ति, परन्तु प्रथमं तु भाषा अस्ति. भाषायां सर्वाणि पदानि, सर्वाणि शब्दानि सर्वं पाणिनि जानाति. तदनन्तरं भाषायाः ज्ञानेन तेन अष्टाध्यायाः निर्माणः कृतः. अतः सः पश्यति यत् स्थास्नु अस्ति, भूष्णु अस्ति, परन्तु यदि अहं केवलं कित् नित् प्रत्ययः करोमि तर्हि घुमा स्थापा जहातिसां हलि इति सूत्रेण स्थिष्णु भवति, परन्तु तत्तु समीचीनं नास्ति, यतोहि भाषायां वस्तुतः शब्दः अस्ति स्थाष्णु. अतः केवलम् एकः एव कारणेन एकेन एव कारणेन एक एव पदस्य निर्माणार्थं तेन गित् प्रत्ययस्य निर्माणः कृतः. निति च इति सूत्रे नित् प्रत्ययस्य अपि स्थापनं पाणिनि महर्षिणा कृतम्. अतः केवलम् एक एव कारणाय जस्ट् फार् वन् स्माल् वर्ड् हि हेस् टु एड् फुल् न्यू प्रत्यय सेट् एण्ड् पुट् दट् इन् द सूत्र. देट् इस् द लेवल् आफ् प्रिसिजन् वन् केन् से इन् हिस् क्रियेशन्. अस्तु, वदतु महोदय, आशयः कः अस्ति? आशा तदेव भवान् उक्तवान्. इदानीम् अत्र किङ्ति च इति सूत्रे अत्र खित् मित् गित् इति अस्ति. इदानीं वयं तु गित् किं भवति, खित् भवति चेत् किं भवति इति सर्वं दृष्टवन्तः. गुणनिषेधः भवति, परन्तु कुत्रापि इदानीं पर्यन्तं गित् विषये न पठितवन्तः. अत्र एकमेव सूत्रमस्ति, एकमेव प्रत्ययः गित् अस्ति, तत्र इग्ज़्नु इति प्रत्ययः. इग्ज़्नु इति प्रत्ययः तु इदानीं करीच इति सूत्रात् तस्यापि ग्लाजिस्तश्च इक्स्नुः इति भवति, इक्स्नु एव, परन्तु करीच इति कारणात् तत्र इक् भवति. अतः ग गित् इति किमर्थं स्वीकरणीयं, तदपि गुणनिषेधं करोति एव. इदानीम् अत्र ग्ला जी स्तश्च, तत्र भू अपि अस्ति, ग्ला जी स्ता भू इति. अत्र ग्ला विषये वा स्था विषये वा गुणनिषेधः इति किमपि न आवश्यकं, परन्तु भूविषये जी विषये आवश्यकं भवति. अतः तत्र इक्स्नु इति भवति चेदपि कित् गुणनिषेधः भवति. परन्तु अन्य एक सूत्रमस्ति, घुमास्ता गा पा जहातिसां हलि इति सूत्रेण तत्र स्था भवति चेत् तत्र घूमा स्था गापाः सा अस्ति. अतः स्था तत्र ईकारादेशः भवति, अतः स्थायोगः इक्स्नु इति स्वीकुर्मः चेत् ईकार हलि इति सूत्रेण तत्र ईकारादेशः भवति, अतः स्ती स्नु इति भवति. स्तीष्णु इति अनिष्टरूपमस्ति, तेन कारणेन अत्र इग्ज़्नु इति स्वीकृतं. पुनः तद् निषेधः अपि भवति किङ्ति च इति सूत्रेण. जिष्णु भूष्णु तन्निमित्तम् अत्र गित् अपि अस्ति इति अस्ति. तावदेव महोदय, तावदेव. तर्हि ग्लास्नु ग्लास्नु मध्ये तु किमपि कार्यं नास्ति, तत्र इकवर्णः नास्ति, परन्तु जिष्णु भूष्णु तत्र गुणः मा भवतु इति कारणेन निति च इति सूत्रे पाणिनिमहोदयेन ककार गित् तस्य अपि स्थापनं कृतं, परन्तु प्रश्नः भवितुं शक्नोति यत् कथं घ्नु इति प्रत्ययः कथं घ्नु इति प्रत्ययः न मत्वा तत्र केवलं निति च मध्ये कित् नित् तस्य एव आवश्यकता, परन्तु अन्यत् सूत्रमस्ति घुमा स्थापा जहापि सम्हलि, तत्र अस्ति यत् कित् नित् प्रत्ययः अस्ति चेत् स्था, तदनन्तरम् आर्धातुकप्रत्ययः अस्ति चेत् अलादि तत्र इकारः भवति। अतः यदि गित् नास्ति, यदि यदि प्रत्ययः वस्तुतः कित् अस्ति क्ष्णु न तु गित् क्ष्णु, तर्हि स्थायोग स्नु तत्र स्थिष्णु इति भवति, परन्तु तत्तु समीचीनं रूपं नास्ति, समीचीनं रूपं तु स्थास्नु, स्थास्नु अस्ति, अतः प्रत्ययः कित् मास्तु, प्रत्ययः गित् भवतु, गित् अस्ति, तदनन्तरं स्थाष्णु मध्ये तु किमपि शङ्का नास्ति, स्थाष्णु भवति, गुणकार्यस्य प्रसक्तिः नास्ति, परन्तु गित् अस्ति चेत् भूष्णु तत्र भोष्णु भवितुं शक्नोति, जेष्णु भवितुं शक्नोति, तदपि समीचीनं नास्ति। अतः निति च इति सूत्रे गित् इति प्रत्ययस्य केवलम् एक गित् प्रत्ययः स्नु इति प्रत्ययस्य अपि स्थापनं महोदयेन कृतम् इति वार्ता अस्ति। अस्तु, अत्र एव अहम् एकं वक्तुम् इच्छामि, तत्र गत वर्गे एक धातुः आसीत् गा धातु, तत्र गा धातु योगः त्वा प्रत्ययः अस्ति, तत्र रूपं भवति गीत्वा, गीत्वा भवति, तत्र मया उक्तं यत् कथं तस्य ईकारः भवति तद् अनन्तरं पश्यामः, परन्तु तत्र तत् अधुना एव आगच्छति, यत् घूमा स्थापा गा जहाति सां हलि इति सूत्रमस्ति, तत् किं वदति, यदि घू मा स्था गा पा हा सा एषां धातूनां यदि तदनन्तरं हलादि कित् नित् आर्धातुकप्रत्ययः अस्ति, तस्य आकारस्य स्थाने दीर्घ इकारः भवति। अत्र गा धातु अपि अस्ति, पश्यतु घूमा स्थापा गा, गा धातु अस्ति, गा योगः त्वा अस्ति, त्वा प्रत्ययः कित् अस्ति, आर्धातुक अस्ति, हलादि अपि अस्ति, अतः आकारस्य स्थाने दीर्घ इकारः भवति, रूपं भवति गीत्वा, अनेन सूत्रेण एव गीत्वा भवति। अस्तु, प्रश्नः अस्ति वा कस्यापि? अनुवृत्तिसहितसूत्रं किं महोदय तत्र? अत्र तु लिखितं नास्ति महोदय, पश्यामः वयं वयमेव तस्य सर्वे सन्ति चेत् आकारस्य स्थाने ईकार आगच्छति किम्? ओ, भवती कस्य सूत्रस्य विषये वदति, ग्लाजिस्थश्च अथवा घुमास्थापः? तर्हि हा, तत्र अनुवृत्तिसहितं सूत्रं यदि वक्तुम् इच्छामः तर्हि घुमास्थापा गा जहाति साम्, अत्र जहाति साम् अत्र षष्ठी अस्ति, षष्ठी अस्ति, तस्य षष्ठी अस्ति, तस्य घुमा घ्वनिमिष षष्ठमाध्यायः अस्ति, अतः अङ्गः अस्ति, अङ्गः अस्ति अङ्गस्य, तर्हि घुमा स्थापा गा जहाति साम् अङ्गस्य तत्र ईकारादेशः ईत्वम् ईत्वं हलि इति च, अतः अनुवृत्ति कथमस्ति तर्हि पश्यामः, सिक्स् एकवारम् अष्टाध्यायाम् उद्घाटयन्तु, 6466 तत्र 6466 पेज् 116 अस्ति, तत्र अङ्गस्य अधिकारः अस्ति एतत्तु वयं जानीमः, तदनन्तरं ईत्वं कुतः आगच्छति, निति इति च इति कुत्र आगच्छति, अस्तु पश्यामः कुतः आगच्छति। प्रश्नः अस्ति महोदय, गा धातु गीत्वा भवति, स्था धातु स्थित्वा किमर्थं न स्थित्वा? गा धातु गीत्वा भवति एव, स्था धातु स्थित्वा एव किल? स्थित्वा एव अस्ति खलु, स्थितः स्थितवान् एकनिमिष किं स्था योगः त्वा स्थित्वा न भवति वा? भवति ह्रस्व अस्ति तत्र, स्थित्वा ह्रस्व अस्ति प्रायः, तत्र अन्यसूत्रमस्ति प्रायः मनसि नागच्छति, परन्तु तत्रापि प्रायः प्रथमं तु इकारादेशः भवति, तदनन्तरं ह्रस्व भवति. पीत्वा हित् हित्वा न ह्या न हीत्वा. हा तर्हि अहं मन्ये अन्यसूत्रमस्ति तत्र ह्रस्वादे ह्रस्व ह्रस्वत्व ह्रस्वत्वं भवति तदनन्तरम्. अस्तु तत्र घू अपि घी भवति किम्? किं महोदय? घू घी भवति वा? गा गा घी भवति. हा गा घी भवति. कुत्र घू घू घू धातु नास्ति. घू वस्तुतः धातूनां समूहः अस्ति. घू एकः धातुः नास्ति, तत्र धातूनां समूहः अस्ति. घू मध्ये दा धातुः अस्ति, धा अस्ति, बहु धातूनि सन्ति. किं भवति, कथं भवति? मा तु अहं न जानामि महोदय, परन्तु स्थित्वा तु अस्ति, ह्रस्वः अस्ति, तर्हि प्रायः अन्यसूत्रमस्ति तत्र ह्रस्वत्वं. एकः संज्ञा अस्ति किम्? घू समूहः अस्ति. अस्तु तर्हि हा तत्र अनुवृत्तिः अस्माभिः दृष्टं खलु, तर्हि तस्य सूत्रस्य पूर्वम् एव सूत्रमस्ति ईद्यति 6465 पेज् 115 तत्र. अस्तु तत्र ईद् अस्ति खलु, ईद् ईद् तत्र ईद् इत्युक्ते दीर्घ इकारः, पश्यति वा? ईद् ईद् दीर्घ इकारः. तदनन्तरं 6463 तत्र एव अस्ति दीङ्गो युडचि निति, तावत् तस्मात् सूत्रात् निति इति तस्य अनुवृत्तिः भवति. पश्यति वा धकारः किमपि ईत् भवति खलु, ईत् इकारः. ईत् इकारः सन्धि भवति चेत् ईद् भवति. धकारः किमपि महाप्राण किमर्थं? कुत्र महाप्राणः अस्ति महोदय? ईद्यति अस्ति. ओ ईद्यति. अस्तु तर्हि 6465 तः ईत्, 6463 तः नीति. अङ्गस्य अधिकारः अस्ति तत्तु वयं जानीमः, अतः वयम् अनुवृत्त्याः सहायतया वयं वक्तुम् वयं शक्नुमः यत् घूमास्थापा गा जहाति सां धातूनाम् आकारस्य स्थाने ईत् भवति हलि निति प्रत्ययपरे. आर्धतुकः अपि अस्ति खलु, आर्धतुकः कुतः आगच्छति? आर्धतुकः अपि कुतः आगच्छति? आर्धतुकः तु अहं न दृश्यामि. हा अत्र 6446 पठतु, अत्र आर्धातुके अस्ति, आर्धातुकः अधिकारः अस्ति. 6470 पर्यन्तम् आर्धातुके तस्य अधिकारः भवति, अतः आर्धातुकः अपि अस्ति. तर्हि सर्वे अधुना सर्वे ज्ञातुं शक्नुमः यत् अनुवृत्तिः कथं करणीयं. अष्टाध्यायी अग्रे अस्ति चेत् वयं जानी अष्टाध्यायी अस्माकं समीपे अस्ति चेत् वयं ज्ञातुं शक्नुमः यत् अनुवृत्तिः कस्मात् सूत्रात् भवति. अस्तु तर्हि अग्रे जानकी महोदय अग्रे पठतु, आहत्य समापयतु. आहत्य स्था योगः स्नु स्थास्नु इत्यस्य साधनार्थम् एव संस्कृतव्याकरणे घित्वं विद्यते, किमपि अन्यत् कारणं नास्ति. एतत् सर्वं दृष्ट्वा मातृभिः निश्चितं यत् प्रक्रियायाः समग्रदृष्ट्यां घित् प्रत्ययस्य समावेशः मास्तु, तासाञ्च चिन्तनं साधु एव. काशिकायाम् अपि उक्तं यत् ग्लाजिस्तश्च इक्स्नुः इति सूत्रे स्था इत्यनेन स्था आ इति स्वीक्रियते चेत् नाम तादृशः स्था धातुः यस्य अन्ते आकारः वर्तते, त तदा सवर्णदीर्घसन्धिं कृत्वा स्था इत्येव सूत्रे जायते इति मन्यामहे चेत् स्तीस्नु इति अनिष्टं रूपम् अनेन एव निवार्येत, येन जित्वस्य आवश्यकता न स्यात्। नाम प्रत्ययः इक्स्नु इत्येव भवतु, गित्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते। अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित् प्रत्ययस्य औचित्यं सुतरां नास्ति। तदेव लिखितमस्ति यत् गित्वस्य वस्तुतः आवश्यकता कुत्रापि नास्ति, एकमेव स्थले अस्ति। तदपि तत्रापि स्नु इति प्रत्ययं स्वीकृत्य कार्यं भवितुं शक्नोति, केवलं स्थीष्णु तत्र अनिष्टं रूपं मा करोतु इति यदि वयं चिन्तयामः तर्हि सर्वं समीचीनं भवति। अतः तत्र घित् प्रत्ययस्य कुत्रापि तत्र महत्त्वं नास्ति। अस्तु, तर्हि करपत्रं समाप्तम्। अधुना अग्रिमकरपत्रे गच्छामः। 5-6 अस्ति। कृत् प्रत्ययः अपि सार्वधातुकः अर्धधातुकाश्च, तत् कृपया तद् उद्घाटयन्तु सर्वे। मम ईमेल् मध्ये अपि तत्र लिङ्क् मध्ये अहं प्रेषितवान्। नूतनकरपत्रम् अस्ति 6th करपत्र। कृत् प्रत्ययः अपि सार्वधातुकः अर्धधातुकाश्च। सर्वे प्राप्नुवन्ति वा? अस्तु अस्तु, पठामः तर्हि। रघुपतिमहोदय अस्ति खलु? हा महोदय, आरभतु। कृत्पत्याः अपि सार्वधातुकाः आर्धधातुकश्च। पूर्वम् अस्माभिः दृष्टं यत् धातुभ्यः विहिताः प्रत्ययः द्विधाः, तिङ् च कृत् च। एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाश्च। अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तर्थे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन। शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति। प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः। इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति। पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे, अधुना अवलोकामहे कृत् प्रसङ्गे। अग्रे पठामि वा? आं पठतु। फ्लो चार्ट् पठतु। फ्लो चार्ट् पठामि। धातुभ्यः तिङ् अस्ति, तिङ् द्वे विभाग, तिङ् कृत्, तिङ् प्रत्ययः अपि सार्वधातुकाः आर्धधातुकाः अपि, कृत् अपि सार्वधातुकः अपि। अत्र सार्वधातुक तिङ् प्रत्ययः कर्तरि शप् कर्तर्थे धातुगणभेदाः भवन्ति। आर्धातुके यदा तिङ् प्रत्ययः अस्ति इडागमविचारः, अन्यत् अस्ति कृत्पत्ययः धातुभ्यः विहिता कृत्पत्ययः, तत्र द्वयम् अस्ति, षित् अथवा अषित्। षित् अस्ति चेत् षित् प्रत्ययः अस्ति, कृत्पत्ययश्चेत् सार्वधातुकाः भवन्ति। अतः सार्वधातुकः कर्तरि शप् इत्यनेन कर्तर्थे धातुगणे गणभेदाः भवन्ति, कर्तर्थे विकरणप्रत्ययः आयान्ति यदि षित् सार्वधातुकः कृत्पत्ययः अस्ति चेत्। अषित् कृत्पत्ययः अस्ति चेत् धातुभ्यवीतः चेत् ते आर्धधातुकाः भवन्ति अषित्। अत्र इडागमविचारः। अस्तु, कोऽपि वक्तुं शक्नोति वा? एक कोऽपि वदतु एक आर्धातुक कृत् प्रत्यय। आर्धातुक कृत् प्रत्यय तुमुन् तुमुन् अस्ति, तुमुन् अस्तु, तिन्। कोऽपि आर्धातुक सार्वधातुक कृत् प्रत्यय वदतु। शत्रु शानच् अस्तु अस्तु, तर्हि शतृप्रत्ययः सार्वधातुककृत्प्रत्ययः अस्ति, अतः शतृप्रत्ययस्य रूपे गणभेदः दृश्यते खलु। सर्वे प्रायः जानन्ति यत् शतृप्रत्यये अपि गणभेदः दृश्यते। किमर्थं दृश्यते? यत् शतृप्रत्ययः शित् अस्ति, सार्वधातुकः अस्ति, सार्वधातुकः अस्ति, अतः कर्तृषप् इति सूत्रेण अन्यथा गणमनुसृत्य अन्येन सूत्रेण विकरणप्रत्ययः आगच्छति। तर्हि विकरणप्रत्ययः केवलं तिङ् प्रत्ययः अग्रे अस्ति तत्र एव नास्ति। कोऽपि सार्वधातुकप्रत्ययः अग्रे अस्ति चेत् तिङ् प्रत्ययस्य तिङ् प्रत्ययः शप् प्रत्ययः आगच्छति। अस्तु, अग्रे कृत् नाम अग्रे कृत् नाम किं? यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधा, तिङ् च कृत् च। यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुभ्यः विहितः स च प्रत्ययः कृत् इत्युच्यते। यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत्पदं कृदन्तपदम्। कृदन्तपदानि सर्वदा सुबन्तानि, इत्युक्तौ नामपदानि सन्ति, न तु क्रियापदानि। यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्, प्रकाशमानम्, इमानि पदानि सर्वाणि कृदन्तानि। यतः एते प्रत्ययाः कर्तव्यम् अत्र तव्यत्, मतिः अत्र तिन्, नेता अत्र त्रिच्, गायकः अत्र नूल्, लिखन् अत्र शत्र, प्रकाशमानम् अत्र शानच्। एते प्रत्ययाः साक्षात् धातुभ्यः विहिताः तिङ्भिन्ना पदान्ते च सन्ति। अत्र कृत् प्रत्यय इति नाम कृत् प्रत्यय कृत् नाम किम् इति दत्तमस्ति। ये प्रत्ययाः प्रत्ययः द्विविधा अस्ति सन् द्विविधा स्तः तिङ् अपि च कृत् कृत् च इति। ये तिङ् नास्ति ते सर्वे कृत् इति उच्यते। किमर्थमिति चेत् प्रत्ययः केवलं द्विविधाः सन्ति। अतः यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति ते तत् पदं कृदन्तपदं। कृदन्तपदानि पार्थिपदि सुबन्तानि एव, सुबन्तानि अथवा नामपदानि सन्ति ते। यतोहि ते यद्यपि ते क्रियायाः क्रियां बोधयति, अथवा क्रियापद इव कार्यं करोति, परन्तु ते नामपदानि एव इति। क्रियापद इव कार्यं करोति किं वदति? क्रियापदं पठितवान्, गतवान् इति। सर्वत्र क्रियापद इव कार्यं नास्ति खलु, यथा नेता सर्वत्र नास्ति। कानिचन स्थलेषु ते क्रियापद इव कार्यं करोति, परन्तु ते सर्वे सुबन्तानि सन्ति। सुबन्तानि सन्ति। अस्तु, अग्रे अग्रे एते सर्वे प्रत्ययाः तिङः कृतश्च अष्टाध्यायाः तृतीयाध्याये विहिताः, यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः। पूर्वमेव अवगतं यत् आरम्भे तिङ् प्रत्ययः सर्वे सार्वधातुकः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण। अत्र अनुवृत्तिः सहितसूत्रम् अवलोकयामः। धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्, अतः सार्वधातुकस्य कृते प्रथमः नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्। धातुतः विहितः नास्ति चेत् सार्वधातुकस्य सार्वधातुकत्वस्य आर्धातुकस्य च आर्धातुकस्य प्रश्नः नैव उदेति। धातुतः विहितः नास्ति चेत्, अस्तु, तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम्। परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्। कृत् षित् अस्ति चेदेव सार्वधातुकः। कृत्पत्येषु नवषितः, ते च शत्र, शानच्, चानश्, शानन्, कश्, श, एष, एष्यैन् इति येषु द्वौ प्रसिद्धौ शत्रशानच्च अवशिष्टाः सर्वे कृत् प्रत्ययः आर्धातुकाः आर्धातुकं शेष इति सूत्रेण किं लिखितमस्ति अत्र तिङ् प्रत्ययः सर्वे प्रत्ययः प्रत्ययद्विविध तिङ् कृतश्च यत्र धातोः यत्र धातोः एकनिमिषं प्रत्ययसधिक सर्वप्रत्ययाः अष्टाध्याय तृतीयाध्याये एव सन्ति सर्वाणि हा धातुप्रत्यय एव धातुप्रत्यय एव धातुप्रत्ययाः के तृतीयाध्याये एव विहिताः सन्ति तिङ्क्षित् अस्ति चेत् तिङ्क्षित् तिङ्प्रत्ययः सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकमिति सूत्रेण अत्र अनुवर्तिसहितसूत्रमस्ति धातोः परश्च अथवा परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् अस्ति सार्वधातुकम् इति सार्वधातुकस्य सार्वधातुकत्वस्य कृते प्रथमनियमः अस्ति ये प्रत्ययः यत् प्रत्ययः धातुतः विहितः स्यात् इति नास्ति चेत् धातुतः विहितः नास्ति चेत् अस्तु सार्वधातुक अथवा अर्धधातुक प्रश्नः नैव उदेति प्रातिपदिक अस्ति चेत् तस्य अनन्तरं यत् प्रत्ययः अस्ति तत् सार्वधातुक अर्धधातुक भवितुमेव न शक्नोति अस्तु धातुतः विहितः चेत् तिङ् चेत् सार्वधातुकं न निश्चितं परन्तु कृत् चेत् सार्वधातुकं भवितुम् अर्हति अथवा आर्धधातुकं भवितुम् अर्हति यत्र कृत्पत्ये षित् अस्ति कृत्पत्येषु षकार इत्संज्ञकवर्णः अस्ति इत्ये सार्वधातुकाः सार्वधातुका कृत्प्रत्ययः इति विधि इति मन् इति वयं स्वीकुर्मः सार्वधातुकप्रत्ययः इति अतः सार्वधातुकस्य प्रक्रिया एव तत्र भवति तत्र नवषित् कृत्प्रत्ययाः सन्ति एतेषु शत्र अपि शानचि प्रसिद्धौ अन्ये तत्र प्रसिद्धा नास्ति अवशिष्टाः ये अशित् अस्ति ते सर्वे आर्धातुक इति आर्धातुकं शेष इति सूत्रेण तर्हि तिङ् प्रत्ययाः सर्वे सार्वधातुक कृत् प्रत्ययः अशित् अस्ति चेत् सार्वधातुक कृत् प्रत्ययः अशित् अस्ति चेत् आर्धातुक अस्तु मम प्रश्नः अस्ति सर्वेषां कृते कोऽपि वदतु तत्र किमस्ति तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययः सार्वधातुकम् अस्ति परन्तु सर्वदा सार्वधातुकम् अस्ति वा तिङ् प्रत्ययः सर्वदा सर्वत्र न कुत्र नास्ति लिट् लकारे आशीर्लिङ्ग् लकारे उत्तमं लिट् लकारे केवलं लिट् लकारे आशीर्लिङ्ग् लकारे तिङ् प्रत्ययाः ये सन्ति ते विशिष्टसूत्रेण अस्माभिः दृष्टम् अस्माभिः सूत्रे दृष्टे स्तः तत्र लिटि च लिङ्गाशिषि च इति सूत्रे सूत्राभ्यां लिट् लकारे आशीर्लिङ्ग् लकारे तिङ् प्रत्ययाः आर्धातुकाः सन्ति परन्तु अन्यत्र सर्वत्र तिङ् प्रत्ययाः सार्वधातुकाः सन्ति इति अस्ति अस्तु उत्तमं महोदय धन्यवादः अस्तु अग्रे सुमित्रा महोदय अस्ति खलु महोदय अस्मि बहु दिनाङ्कः न आगतवती धन्यवादः महोदय धन्यवादः अद्य शृणोमि ओ शृणोति वा अस्तु आम् किञ्चित् विस्मृतवती बहूनि विषयाणि विस्मृतवती किञ्चित् पुनःस्मरणं कृत्वा अग्रे मीना महोदय अस्ति खलु मीनासुन्दरे अहमस्मि भो अस्य महत्वम् अस्माभिः तत्र एव अस्य महत्वम् अस्माभिः परिशीलितं तिङ्प्रसङ्गे प्रत्ययः सार्वधातुकश्चेत् कर्तरि शप् इति सूत्रेण कर्तृत्वे धातु धातुप्रत्ययोः मध्ये विकरणप्रत्ययः विहितः भवति. अनेन दशानां धातुगुणानां रूपभेदाः निष्पद्यन्ते. कर्तरि शप् कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अत्र अत्र कर्तृत्वे कर्तृप्रयोगः इति अवगम्यताम्. भावे कर्मणि च शप् प्रत्ययः न विहितः. अनुवृत्तिसहितसूत्रं कर्तृ सार्वधातुके धातोः परस्य शप् प्रत्ययः. वयं कर्तृ तिङ् प्रसङ्गे सारुधातुक चेत् कर्तृ शप् धातुप्रत्ययोः इति सूत्रेण दशगुणानां भवति रूपभेदः भवति. कर्तरि कर्तृत्वे परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अत्र कर्तृत्वे कर्तरिप्रयोगः एव. भावे कर्मणि च शप् प्रत्ययः न विहितः. अहं न अवगम्यन्तात् भावे कर्मणि अगम्यते इति भावे प्रयोगः एव. तर्हि कर्तृ शप् इति सूत्रेण केवलं कर्तृप्रयोगे शप् विकरणप्रत्यये आगच्छति, कर्मप्रयोगे नास्ति. पठतु खलु यदि किमस्ति दाधातु अस्ति अस्ति खलु. दाधातु कस्मिन् गणे अस्ति? तृतीय. कर्तृप्रयोगे ददाति, कर्मप्रयोगे दीयते. एकनिमेषः. दाधातो कर्त्री किं दाधातो जुहोत्यक जुहोत्यादिगणे अस्ति. तस्य लट्लकारप्रथमपुरुष एकवचनं किं ददाति? ददाति. तस्य कर्मणि रूपं किं? दीयते. दीयते. अस्तु. पाधातु अस्ति, पाधातु कस्मिन् गणे अस्ति? पीयते. पाधातु कस्मिन् गणे अस्ति? खलु तत्र अहं पानं टु ड्रिङ्क् तस्य पिबति. तस्य कर्मणि रूपं किं? पीयते. तर्हि वयं द्रष्टुं शक्नुमः यत् कर्तृप्रयोगे यत्र लट् लकारः अस्ति तत्र गण अनुसृत्य भेदः भवति, परन्तु अत्र कर्मणि प्रयोगे रूपं समानमेव अस्ति. दीयते, दीयते. तस्य तत्र गणस्य किमेव किमेव गणमस्ति चेत् कोऽपि गणः अस्ति चेत् किमर्थं? यतोहि कर्तृशप् इति सूत्रेण तत्र गणम् अनुसृत्य शप् विकरणप्रत्ययः न आगन्तुं शक्नोति, यतोहि तत्तु कर्मणि प्रयोगः अस्ति. कर्मणि भावे तु धातोः अन्तः वर्णः द्रष्टव्यं खलु? आम्, तत्र गणस्य महत्त्वं नास्ति. अस्तु, गणस्य महत्त्वं केवलं कर्तृत्वे सार्वधातुकप्रत्ययः अस्ति चेदेव गणस्य महत्त्वम् अस्ति, अन्यथा कुत्रापि नास्ति. अस्तु, तर्हि अग्रे पठतु. अनुवृत्तिसहितसूत्रं कर्तृसार्वधातुके धातोः परस्य शप् प्रत्ययः. पठामि वा? कर्तृत्वे सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदाः. यदा शत्रुप्रत्ययः षित् अतः सार्वधातुकः, कर्तृत्वे एव भवति शत्रुप्रत्ययः. कर्तरि शप् इत्यनेन शपादय विकरणप्रत्ययाः शप् आदयः विकरणप्रत्ययाः विहिताः. अतः षत्रन्त्रेषु दशानां धातुगुणानां रूपभेदाः. शत्रु अनुबन्धलोपे भवति कथं शकार चतुर्थे ऋकार उपदेशी अनुनासिक उपदेश अच्छा अनुनासिक अतेव अतेव अवशिष्यते शकारस्य कथं भवति लशकथादिते पठतु भ्वादौ पठ् योगः अत् कर्तरी कर्तरी शप् योजय सूत्रेण पट् पट् शप् योगः अत् अनुबन्धलो लोपे पट् अत् अतो गुणे पट् अत् वर्णमेलेन पठत् इति प्रातिपदिकं पुंसि पठन् स्त्रियां पठन्ति एकवारम् अतो गुणे पठतु प्रश्नः अत्र महोदय यत्र धातु योगः निच् भवति तत्र निच् भवति प्रथमः तदनन्तरमेव शप् प्रत्ययः भवति अत्र सानच् प्रत्ययः किमर्थं शप् भवति प्रथम ततः सानच् तत्र णिच् अस्ति यत् णिच् प्रत्ययः तस्य भिन्नरूपमस्ति णिच् प्रत्ययः यदा धातुतः वयं णिच् प्रत्ययस्य यदा धातुना धातुतः योजनं भवति तत्र नूतनधातोः नूतनधातु निष्पद्यते यदा पठ् योगः णिच् अस्ति तत्र सर्वदा प्रथमं णिच् आगच्छति तत्र तस्य स्वभावः तथैव अस्ति तदनन्तरं नूतन धातु भवति पाठी नूतनधातु योजनेन निच् प्रत्ययः भवति प्रथमं धातु निच् तदनन्तरं तिङ् प्रत्ययः भवति शप् प्रत्ययः भवति अत्र शप् प्रत्ययः तदनन्तरं शानज् निच् प्रत्ययस्य स्वरूपं निच् सन् यङ् तेषां स्वरूपम् अन्यधातुप्रत्ययः तेषां स्वरूपं भिन्नम् अस्ति निच् प्रत्ययः यत् अस्ति अथवा सन् अस्ति यङ् अस्ति ते सर्वे यत् द्वादशप्रत्ययाः सन्ति ते सर्वे प्रत्ययः धातुतः योजयित्वा नूतनधातोः निर्माणं कुर्वन्ति यतः हि पठ् आगच्छति पठ् तदनन्तरं निच् आगच्छति सर्वप्रथमं नूतनं धातु भवति पाठी अधुना धातु भवति पाठी अधुना तदनन्तरं तस्य कार्यं भवति परन्तु अत्र यत् ये शतृप्रत्ययः अस्ति शानच् प्रत्ययः अस्ति तेषां स्वरूपं तादृशं नास्ति तेषां योजनेन नूतनधातोः निर्माणः न भवति अतः सर्वदा प्रथमं सर्वदा धातुः अस्ति प्रथमं सर्वदा धातुः अस्ति तत्र णिच् प्रत्ययः यत्र आगच्छति तत्र प्रथमं णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति अतः णिच् प्रत्ययः प्रथमं कार्यं करोति पृच्छतु महोदय अत्र णिच् णिच् कार्ये अन्तरङ्गं कार्यम् अस्ति वा किमर्थम् एतादृशं वदति नूतनधातुनिर्माणार्थम् एतत्तु अन्तरङ्गं कार्यं पठ शप् इति बहिरङ्गं कार्यम् इति मन्ये न जाने अहम् अहमपि श्योर् नास्ति परन्तु भवतः प्रश्नः समीचीनमस्ति परन्तु तस्य निवारणं शीघ्रमेव आगच्छति प्रायः यतोहि अग्रिमकरपत्रं तावद्विषये एव अस्ति तर्हि परन्तु तत्तु अस्ति यत् णिच् णिच् प्रत्ययस्य योजनेन नूतनधातुः भवति अतः सर्वदा प्रथमं धातोः निर्माणं करणीयं तदनन्तरम् अन्यत् कारणम् अन्य कार्यं करणीयम् अतः णिच् तस्य कार्यं प्रथमं भवति धन्यवादः अस्तु मीना महोदय अतो गुणे पठतु अतो गुणे अदादौ वच् एकनिमिषम् अतो गुणे पठतु तत्र एस्ट्रिस्क् यत्र अस्ति अग्रे गच्छतु। अतो गुणे अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात्। पठतु, पूर्णं पठतु। गुणः इत्युक्तौ अ ए ओ इति इदं सूत्रं वृद्धिरेचि अकसवर्णे दीर्घः इत्यनयोः अपवादसूत्रम्। अतो गुणे अतः पञ्च अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं त्रिपदमिदं सूत्रम् उस्यपदान्तात् इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः। एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्। तर्हि पठ दृश्यतु, पश्यतु अत्र पठ् योगः अयोगः अत् अस्ति चेत् खलु भवति पठ योगः अत्। यदि वयं सवर्णदीर्घसन्धि यदि वयं कुर्यामः तर्हि पठात् इति रूपं भवति खलु। आम्, परन्तु पठात् रूपं समीचीनं नास्ति, पठत् एव भवति। किमर्थम्? अत्र पश्यतु पठ योगः अत्, पठ पदं नास्ति खलु, पठ पदं नास्ति, अपदमस्ति। तर्हि अपदमस्ति तस्य अन्ते अकारः ह्रस्व अकारः अस्ति पठ, तर्हि अपदान्त ह्रस्व अकारः अस्ति। तदनन्तरम् अवर्णः अस्ति अत् अवर्णः, अवर्णः कीदृशः अस्ति? गुणवर्णः अस्ति, ए ऐ औ गुणवर्णाः सन्ति खलु, अदेङ्गुणः। तर्हि पठ अस्ति अपदमस्ति, तस्य अन्ते अकारः अस्ति, तस्यानन्तरं गुणवर्णः अस्ति। एतादृशी स्थितिः अस्ति चेत् पूर्वपरयोः नाम पूर्व अकारस्य पर अकारस्य स्थाने एकं पररूप आदेशः भवति। अतः अ प्लस् अ अत्र केवलं पररूपं पररूपं गृह्णाति, रूपं भवति पठत्, न तु पठति। यदि आत् अस्ति चेत् पठात् भविष्यति किल? आत् अस्ति चेत् किम्? दीर्घः अकारः अस्ति चेत् पठ योजनं दीर्घ अकारः अस्ति चेत् अन्यसूत्रं नास्ति चेत् सवर्णदीर्घः एव भवति, अतो गुणस्य प्रसक्तिः न भवति। तर्हि अतः बहुत्र बहुत्र अस्य अतो गुणे सूत्रस्य प्रसक्तिः भवति, कुत्र कुत्र भवति अत्र लट् लकारे अपि सूत्रस्य प्रसक्तिः भवति। पठन्ति पठन्ति अपि आम्, तत्र पठ् योगः शप् योगः अन्ति, पठ् योगः अयोगः अन्ति, पठ योगः पठन्ति न भवति, पठन्ति भवति। तत्र ह्रस्वकारः ह्रस्वकारः अस्ति अतो गुणे इति सूत्रेण पठन्ति भवति, न तु पठन्ति। सूत्रं पुनः विवरणं करोतु कृपया। अस्तु अस्तु करोमि। अतो गुणे अस्ति अत्र, अतो गुणे इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एकवारं पठामः। अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहिताय। तर्हि अपदान्तात् नाम यत् पूर्व यत् अस्ति तत् पदं न भवेत्, अपदमस्ति तत् पदं न भवेत्, अपदमस्ति भवति। यदि अपदमस्ति पदं नास्ति अपदान्तस्य अन्ते अकारः ह्रस्व अकारः अस्ति, अतः योगः किं? ह्रस्व अकारः। तर्हि अपदान्तात् अतः अत्र पञ्चमीविभक्तिः अस्ति, अतः तस्य अनन्तरं किमपि कार्यं भवति साक्षात् अनन्तरं। तर्हि अपदान्तात् ह्रस्व अकारः अस्ति अतः षष्ठीविभक्ति न, अतः अत्र पञ्चमी अस्ति। ओ अपदान्तात् अतः अस्ति खलु तस्य पञ्चमी परकार्यं चिन्तितवती इत्युक्ते अस्थाने न अस्थाने इति नास्ति, अत्र पञ्चमी अस्ति, यतोहि अपदान्तात् अस्ति खलु तस्य विशेषणमस्ति, तत्र विशेषणविशेषभावेन वयं ज्ञातुं शक्नुमः यत् अतः अपि पञ्चमी अस्ति. अस्तु, अपदान्तात् गुणे, नाम गुणे अत्र सप्तमी अस्ति, नाम पञ्चमी तदनन्तरं सप्तमी, नाम पञ्चमी अकारस्य इमिजियेट्लि अनन्तरं गुणे इत्युक्ते तस्य पूर्वकार्यं न इमिजियेट्, नाम ह्रस्व अकारः अथवा गुणः प्रथमह्रस्व अकारः भवति, तदनन्तरं साक्षात् अनन्तरं गुणवर्णं भवति. गुणवर्णम् इत्युक्ते किम्? अदेङ्गुणः इति सूत्रेण जानेम, ह्रस्व अकारः ए ओ इति गुणवर्णं, नाम अपदान्त अकारस्य साक्षात् अनन्तरं यदि अ ह्रस्व अ ए ओ आगच्छन्ति तर्हि संहितायां, संहितायाम् इत्युक्ते सन्धिकार्यं, नाम संहिता इत्युक्ते मध्ये किमपि नास्ति, स्पर्शः भवति, तस्मिन् स्थित्यां, तस्यां स्थित्यां पूर्वपरयोः, नाम पूर्व अक्षर पर अक्षर, नाम पूर्व अपदान्त अकारः अपर गुण अक्षरस्य स्थाने पूर्वपरयोः, तत्र षष्ठी अस्ति, एकः पररूपम्, एकः एव अस्ति, तत् एकः किम् अस्ति? पर यत् अस्ति, गुणवर्णः यत् अस्ति तदेव तिष्ठति. प्रथमाविभक्ति महोदय, एकनिमिषं महोदय, सुमन् महोदय अवगच्छति वा? आम् इदानीं सम्यक् अस्ति, धन्यवादः महोदय. मीना महोदय पृच्छतु. यदि गुणवर्णः ए ओ इति उपयुज्य उदाहरणमस्ति चेत्? अस्ति अस्ति न, कोऽपि स्मरति वा ए ओ ए ओ अस्ति उपेति स्मरणे न आगच्छति, कस्यापि स्मरणे अस्ति वा यत्र अधोगुणे अस्ति परन्तु ए ओ अस्ति अग्रे? आत्मनेपदीरूपं भवति, भवितुम् अर्हति आत्मनेपदी धातोः प्रायः सेवते सेवेत् सेवेते यदस्ति तत्र प्रायः आगच्छति, अत्र सेवेते अस्ति खलु सेवेते, तत्र सेव् धातुः अस्ति, आत्मनेपदी अस्ति, सेव् योगः अ योगः अते एते, तत्र प्रायः अतो गुणे एव सूत्रेण सेवैते न भवति परन्तु सेवेते एव भवति. अवगच्छति वा? तत्र एते प्रत्ययः अस्ति वा इति इति इति अस्ति वा इते तोताम् इते अस्ति प्रत्ययः तत्र. ओ हा सत्यं सत्यं, ए अस्ति वा कस्यापि स्मरणे? अहं न मम स्मरणे नास्ति, परन्तु अस्ति इति अहं जानामि यत् लट् लकारे आगच्छति कुत्र तु, परन्तु अधुना मम मस्तिष्के न आगच्छति. भगिनी भवती कथं जानाति इते इति? महोदय प्रायः जानाति, इदानीं तु न पठितवन्तः, न पठिता अस्ति परन्तु सा प्रायः जानाति. अस्तु इदानीं न पठति, अग्रे भ्वादिगणस्य विषये सर्वत्र सर्वम् आगच्छति. अस्तु अस्तु, मम मस्तिष्के नागच्छति, यदि आगच्छति अहं वदामि. पद इति अस्य व्याख्या क्या का अस्ति पद इति? तर्हि वस्तुतः पदस्य यदस्ति तिङ्गन्त अस्ति चेत् सुबन्त अस्ति तिङ्गन्तं पदं तिङ्गन्तं पदम् नाम तत् सूप् नास्ति, सुबन्तपदं नास्ति, तिङ्गन्तं पदम् अस्ति नास्ति, तत् पूर्वम् एव पदं भवितुं पूर्वम् एव यत् अस्ति तत् अपदान्त अस्ति वा? सुप्तिङ्गन्तं पदम् अस्ति खलु? आम्. तद् पदं नास्ति चेत् अपदम् प्राप्तं. तर्हि अत्र पठ अस्ति, पठ न तु तिङ् अस्ति न तु सुबन्त अस्ति, अतः पदं नास्ति अथवा पदमस्ति. नाम यदि अ तत्पश्चात् गुणस्य अ आगच्छति तर्हि पर अ तिष्ठते, यदि अ तत्पश्चात् गुणस्य ए आगच्छति तर्हि ए तिष्ठति, अ तत्पश्चात् ओ आगच्छति तर्हि गुणस्य ओ यतः पररूपमस्ति अतः परन्तु प्रथम ओ तिष्ठति, परन्तु प्रथम यत् अस्ति तत् पदं न भवेत्, अपदम् अस्ति। यतोहि तत्तु आवश्यकं, यदि अस्ति देवयोग किमस्ति, रामयोग अस्ति, किमपि अस्ति तर्हि तत्र पदम् अस्ति, तत्र मा करोतु अधोगुणे खलु। महोदय अत्र लभे लभे भवति लब् उत्तमपुरुषे उत्तमपुरुषे एकवचन लभे ये वहे महे इति भवति अतः लभु शप् ये लभे भवति। तत्रापि इ नास्ति वा? इ अत्र इट् अस्ति, तत्र तदनन्तरम् एकम् इट् अस्ति, इट् प्रत्यय ये आदेशः भवति इट् अत्र हेरे इति अस्ति न? अस्तु अस्तु, प्रायः समीचीनम् एकं सर्वम् अग्रे यदा वयं तिङ् प्रत्ययानां निर्माणं यदा वयं पठिष्यामः तत्र आगच्छति, तत्र अतो गुणे सूत्रस्य बहुत्र बहुत्र तस्य प्रसक्तिः भवति, तत्र वयं पुनः पश्यामः। महोदय सन्धि वयं सन्धि वयं अन्ते कुर्मः न, तदा तदा एतत् इट् तस्य स्थाने ये आगच्छति, तदनन्तरं लभे भवति। अस्तु, सन्धि सर्वदा अन्ते क्रियते। एतत् सपाद सारि त्रिपाद्यम् अस्ति, त्रिपाद्यम् अस्ति, हल् सन्धि अस्ति, सारि सारि त्रिपाद्यम् अस्ति वा? हल् सन्धि, तत्र हल् सन्धिविषये अस्ति महोदय, सरसन्धि। अस्तु सारि, अस्तु अस्तु महोदय, किं वदति लीना महोदय? अहं किमपि वक्तुकामास्मि, पुष्पादीक्षित् महोदयायाः पुस्तके लट् लकारस्य आत्मनेपदस्य प्रत्ययः उत्तमपुरुषे एवहे महे इति अस्ति। अस्तु, यदा सि डि अस्ति तथा एस् एस् सि अस्मिन् पुस्तके ईवहे महे इति अस्ति, अतः मम भ्रमः। तर्हि तर्हि तत्र भिन्नकार्यं वदति, परन्तु वस्तुतः यत् अस्ति सूत्रमस्ति इत्तर्जि सिप्तस्थ मित्वस्मस् त आताम् थामासां इड् वही वही मूलप्रत्यय इडेव अस्ति, इडेव अस्ति, तदनन्तर तस्य किमपि कारणेन ए भवति, तत्तु अग्रे आगच्छति, तत्र तत्र वयं पठिष्यामः यत् अतो गुणे तस्य कार्यं कथं भवति। अस्तु, कुत्र अस्ति? हा, मीना महोदय पठतु अदादौ। अदादौ वच् योग कर्तरे शप् वच् वच् शप् अत् आदिप्रभृतयः शपः इत्यनेन शपः लुक् लोपः वच् अच् वचत् वचन् वच वचत् वचन् वचन्ति इति भवति। तत् प्रश्नः नास्ति, चिन्तयामि। अग्रे जुहोत्यादौ दा योगः अत् कर्तरि शप् दा चप् योगः अत् श्लुः इत्यनेन शपः श्लुः लोपः द्वित्वं भवति तत्र ददत् दादा अत् दादा अत् भवितव्यम् तत्र किमर्थं कार्यं तत्र भवति, तत्र प्रथम अकारस्य ह्रस्वत्वं भवति, ददा एव भवति, तत् अग्रे आगच्छति। अभ्यस्त न अभ्यस्तात् अभ्यस्तात् शतुः अभ्यस्तात् शतुः इत्यनेन अभ्यस्तसंज्ञात् शत्रुप्रत्ययस्य नुम् आगमो न भवति. अहं विस्मरामि नुम् आगमं न अहं विस्मृतवती इत्युक्ते अत्र पठतु खलु पठन् अस्ति वचन् अस्ति तत्र वचन्ती भवति परन्तु अत्र ददत् तस्य ददति एव भवति ददन्ति न भवति तत्र नुमागमः न आगच्छति. अधुना त्यजतु महोदय तत्र तस्य अत्र कार्यं नास्ति केवलं महोदयेन तत्र स्थापितमस्ति परन्तु यदा शत्रिप्रत्ययस्य आगच्छति तदा वयं पश्यामः अत्र नुमागमः कथम् आगच्छति कथं नागच्छति. ओके विवादौ नश् अत् कर्तरि शप् नश् शप् योगः अत् दिवादिभ्यः श्यन् इत्यनेन शपं प्रभाद्य श्यन् नश् योगः श्यन् योगः अत् अनुबन्धलोपे नश्य य अयोगः अत् नश्य अत् अतो गुणे नश्यत् नश्यन् नश्यन्ति. अग्रे गच्छामः श्रूयते वा आं पठतु. स्वादौ स्वादौ आप् योगः अत् कर्तरि शप् आप् शप् अत् योगः अत् स्वादिभ्यः श्नुः इत्यनेन शपं प्रपाद्य श्नु आप् योगः श्नु योगः अत् अनुबन्धलोपे आप् योगः नु योगः अत् आप्नु योगः अत् आप् आप्नुवत् आप्नुवत् आप् आप्नुवन् आप्नुवन् आप्नुवन् आप्नुवति आप्नु अत् आप्नुवत् तत्र किं भवति तत्र कित् कुतः कित् कुतः आप्नु अत् वदतु किमर्थं गुणकार्यं न भवति भवती जानाति एकः गुणः भवितव्यं तत्र तत्र प्रत्ययः षित् भवति कर्तरीश सार्वधातुक सार्वधातुकः गुणः भवितव्यं तत्र किमर्थं न भवति क्षत्रिप्रत्ययः शीत् अस्ति अतः सार्वधातुकः अस्ति चेत् खलु आर्धधातुकप्रत्ययः न न महोदय क्षत्रिप्रत्ययः सार्वधातुकः अस्ति किन्तु अपित् अस्ति एकं मीना महोदय चिन्तयतु अन्य कोऽपि मा वदतु क्षत्रिप्रत्ययः अस्ति खलु क्षत्रिप्रत्ययः अस्ति क्षत्रिप्रत्ययः सार्वधातुकः अस्ति आर्धधातुकः अस्ति वा आर्धधातुकः कथम् अपित् सार्वधातुकः मम प्रश्नः अस्ति क्षत्रिप्रत्ययः सार्वधातुकः अस्ति वा आर्धातुकः अस्ति आर्धधातुकप्रत्ययः केन सूत्रेण केन सूत्रेण किञ्चित् सार्वधातुकं किञ्चित् सार्वधातुकम् अस्ति खलु तर्हि शत्रुप्रत्ययः षित् अस्ति वा नास्ति वा षित् अस्ति षित् अस्ति चेत् सार्वधातुकमस्ति वा अर्धातुकमस्ति षित् सार्वधातुकप्रत्ययः भवती एव वदति खलु तिङ् षित् सार्वधातुकं तिङ्क्षित् सार्वधातुकं षित् प्रत्ययः सार्वधातुकमस्ति तर्हि तिङ् षित् सार्वधातुकं शत्रिषित् अस्ति अतः सार्वधातुकम् अस्ति बुध्यते खलु अधुना क्षत्रिप्रत्ययः सार्वधातुकमस्ति तर्हि अत्र गुणस्य प्रसक्तिः अस्ति खलु सार्वधातुक अर्धातुकयोः इति सूत्रेण? प्रसक्तिः अस्ति. किमर्थं न भवति? सार्वधातुकम् सार्वधातुकप्रत्ययः यदि पित् अस्ति चेदेव गुणकार्यं भवति. केन सूत्रेण? केन सूत्रेण? सार्वधातुकम् अपित् इति सूत्रेण अपित् सार्वधातुकप्रत्ययः नित्वद् भवति. तदनन्तरम् इति च इति सूत्रेण गुणं न भवति, गुणनिषेधः. अतः अत्र आप्नुवत् भवति, न तु आप्नोत् किमपि आप्नोत् इति न भवति. आप्नो अथवा आप्नवत् इति किमपि न भवति. जुहोत्यादिगणे तत्र द्वित्वं भवति खलु, अतः नकारः न दृश्यते. यत्र यत्र अभ्यस्त भवति अत्र द्योत्यादिगणे अभ्यासकार्यं भवति खलु, तर्हि अभ्यस्तसंज्ञका अस्ति चेत् शत्रप्रत्ययस्य नुमागमो न भवति. अत्र ददति एव भवति, न तु ददन्ति इति न भवति. किन्तु प्रथमपुरुष बहुवचनमपि ददति एव खलु, ददन्ति न भवति. आमां, तत्तु भिन्नमस्ति परन्तु कार्यम्. ओ सेम् रूल् नास्ति किं? न न भिन्नमस्ति. अत्र नाभ्यस्तात् न अभ्यस्तात् शतुः अस्ति खलु, शतुः इत्युक्ते क्षत्रिप्रत्ययः, क्षत्रिप्रत्ययः. इदं सूत्रं केवलं क्षत्रिप्रत्ययस्य अभ्यस्तात् इत्युक्ते अभ्यस्त इत्युक्ते एकनिमिष अभ्यस्त इत्युक्ते यत्र द्वित्वं भवति, यदा कुत्रापि द्वित्वं भवति तत्र तत्र यत्र द्वित्वं भवति तत्र तस्य पूर्णसमूहस्य नाम अस्ति अभ्यस्त. नाम ददा अस्ति खलु, ददा भवति, तद्ददा अभ्यस्त अस्ति. अस्तु, धन्यवादः. वयं किञ्चित् पठितवन्तः पूर्वं तत्र, किञ्चित् अस्माभिः पूर्वं पठितमस्ति किञ्चित् तत्र अभ्यासः किः, अभ्यस्तकं किम् इति अस्माभिः पूर्वं पठितमस्ति प्रायः. महोदया तस्मिन् समये अहम् अत्र भारते अस्ति, भारते. अस्तु, धन्यवादः महोदय. अग्रे सुमन् महोदय एव अस्ति, भवती पठतु तुदादौ. अस्तु महोदय, एकनिमिषः अस्ति, एकनिमिषः. तत्र आप्नुयोगः अत् अस्ति खलु, कोऽपि मम प्रश्नः न पृच्छति यत् किमर्थं तत्र आप्नुवत् भवति न तु आप्नवत्. तत्र यण् सन्धि न अस्ति खलु, कोऽपि न पृच्छति वा, जानाति वा, अथवा मनसि प्रश्नः जातः किन्तु चर्चा भवति अतः अहं तर्हि तूष्णीम्. अत्र यण् सन्धिः न भवति यतोहि अन्यसूत्रमस्ति. तर्हि यत् कुत्र यण् सन्धिः भवति, कुत्र गुणकार्यं भवति, कुत्र गुणकार्यमपि यण् सन्धिः अपि न भवति इति तत्र बहूनि सूत्राणि सन्ति. वस्तुतः सन्धिकार्यम् इक् इक् इक् इक् वर्णः अस्ति चेत् कथं कार्यं भवति इति तत्र वस्तुतः बहूनि सूत्राणि सन्ति. तत्र एव एकसूत्रमस्ति यत् यदि स्वादिगणस्य अस्ति अङ्गं, तत्र यत्र श्नु अस्ति, तत्र यण् सन्धि नास्ति, परन्तु उकारस्य स्थाने उवङ् आगच्छति, उवङ् अतः आप्नुयोगः अत् तत्र प्रथमः उकारस्य स्थाने उवङ् आगच्छति, तत्र भवति आप्नुव योगः अत् अतः तद् भवती आप्नुवत् तत् अग्रे आगच्छति स्वादिगणस्य विषये आगच्छति परन्तु अहम् अधुना एव वदामि यत् सर्वदा इको यणचि यत् अस्ति तत् जनरल् प्रिन्सिपल् अस्ति जनरल् प्रिन्सिपल् किमपि अन्यत् न अस्ति चेत् यण् सन्धि करोतु परन्तु बहूनि विशेषसूत्राणि सन्ति ते यण् सन्धि प्रभाद्य अन्यकार्यं कुर्वन्ति अतः आप्नुवत् भवति न तु आप्नुवत् इति किमपि न सूत्रमस्ति अतिष्णु धातु भ्रुवां यवो रिङौ अधुना पर्यन्तम् अस्माभिः न पठितं परन्तु अग्रे आगच्छति अत्र अस्ति अग्रे अस्ति अत्र एव अस्ति वा अत्र एव अस्ति फोर्थ् पेज् अस्ति अचि स्नु धातु अस्ति ब्रू योगात् फोर्थ् पेज् अस्ति अस्तु अस्तु प्रथमम् अस्तु अस्तु क्षम्यताम् उवङ्ग आगच्छति चेत् अत्र आप्नुव योगः अथ पुनः अतो गुणः कार्यं करोति उवङ्ग मध्ये कारस्य संज्ञा भवति उव एव अवशिष्यते उव क्षम्यताम् उव एव अवशिष्यते उव नास्ति ओ अस्तु अस्तु अग्रे आप्नुव योगः अत् भवति आप्नुवत् अस्तु पठामि तु दादौ लिख् योगः अत् कर्तरि शप् आगच्छति लिख् योगः शप् योगः अत् तुदादिभिः शः शप् प्रभात्य शः आगच्छति इत्यनेन शपं प्रभात्य श अतः लिख् योगः श योगः अत् अनुबन्ध लोपे लिख् योगः अयोगः अथ आगच्छति अतोगुणे सूत्रेण लिख् योगः अत् वर्णमेलने लिखत् भवति मुद्रणदोषणमस्ति तत्र लिख् योगः अयोगः अत् तदनन्तरं प्राय वस्तुतः प्रथमं भवति लिख योगः अत् तदनन्तरम् अतोगुणे लिखत् ओ अस्तु पुल्लिङ्गे लिखन् स्त्रीलिङ्गे लिखन्ति अत्रापि पश्यतु यत्र लेखत् न भवति यतोहि अपित् अस्ति अतः लघुपदस्य सूत्रस्य कार्यं न भवति अस्तु अग्रे रुदादौ भिद् योगः अत् कर्तरि शप् भिद् योगः शप् योगः अत् रुधादिभ्यः श्नम् इत्यनेन शपं प्रभाद्य श्नम् आगच्छति अतः भिद् योगः श्नम् योगः अत् अनुबन्धनलोपे भिद् योगः न योगः अत् भिन्द् योगः अत् भिन्दत् भवति अत्र नुमागम् अत्र वस्तुतः श्नम् अस्ति खलु श्नम् मित् अस्ति मित् अस्ति नकारः भि अनन्तरम् आगच्छति केन सूत्रेण उत्तमं सर्वे अवगच्छन्ति मिदच्चोद्यात् परः इति सूत्रेण अन्तिमस्वरस्य अनन्तरम् आगच्छति यदा मित् अस्ति अस्तु अतः भिन्दत् भवति भिन्दन् पुल्लिङ्गे स्त्रीलिङ्गे भिन्दति तनादौ कृ अत्र महोदय प्रश्नः अस्ति तस्य भिन्दस्थाने भेन्द् किमर्थं न भवति केवलं सुमन् महोदय वदति गुणः किमर्थं न भवति किं भेन्द् किमर्थं न भवति भेन्दत् गुणं न भवति वा? किमर्थं न भवति? न, अत्र तु श्नम् अपि अपित् शत्र अपि अपित् किमपि गुणकार्यं न भवति. न, परन्तु भिन्द्योगः अत् अस्ति, तत्र श्नम् तिं श्नं त्यजतु, भिन्द्योगः अत् किमर्थं तत्र भेन्द्य किमपि न भवति? शत्र शत्रुप्रत्यय सार्वधातुक अस्ति, अपित् अपि अस्ति, तस्मात् एव पूर्वं कार्यमस्ति किमपि, तत्तु अनन्तरम् आगच्छति, परन्तु बिफोर् देट् देर् इस् इवन् अ मोर् फण्डामेण्टल् रीज़न्. क्षम्यतां, प्रश्नः पुनः प्रश्नं पुनः पृच्छतु पृच्छतु. भिन्द् मध्ये किमर्थं भिन्द् गुणं न भवति? तत्र श्नम् अपि अपित् अस्ति. हा, तत्तु अस्ति, परन्तु गुणस्य प्रसक्तिः अस्ति वा अत्र? गुणं न भवति तत्तु अहं जानामि, परन्तु प्रसक्तिः अपि अस्ति वा? प्रसक्तिः एव नास्ति, यतोहि अत्र ह्रस्वैकारः उपधायामेव नास्ति, खलु? ओ, इदानीम् उपधायां नास्ति. अत्र कुत्र प्रसक्तिः एव नास्ति, अपित् अपित् अस्ति अपित् अस्ति तस्य प्रश्नः एव नास्ति, अत्र प्रसक्तिः एव नास्ति. मम गूगली प्रश्नः अस्ति. अस्तु, त्यजतु. भिदस्ति चेत् भिदस्ति चेत् पित् अपि तस्य चिन्तनं करणीयं, परन्तु अत्र उपधा एव नास्ति. अस्तु, इत्येव प्रश्नः अस्ति, तदा प्रसक्तिः एव नास्ति. अस्तु, अग्रे तनादि. तनादि तनादौ कृ योगः अत्, कर्तरि शप् कृ योगः शप् योगः अत्, तनादि कृभ्यः उः इत्यनेन शपं प्रभाद्य उ आगच्छति, कृ योगः उ योगः अत्. अत्र भिन्नं कार्यमस्ति, अतः कुर्वत् कथं भवति अनन्तरम् आगच्छति. अस्तु, कृ योगः उ तत्र तु गुणकार्यं भवति खलु? हा, तत्र गुणकार्यं भवति, परन्तु कथं भवति अत्र अग्रे आगच्छति. कृ धातु कृते भिन्नसूत्राणि सन्ति. अस्तु अस्तु, इदानीं तु पठामः एव. कुर्वत् अस्ति अण्ड् पुल्लिङ्गे कुर्वन्, स्त्रीलिङ्गे कुर्वति. अस्तु, क्रयादौ क्री योगः अत्, कर्तरि शप् क्री योग शप् योग अत्, क्रयादिभ्यः श्ना सूत्रेण इत्यनेन शपं प्रभाद्य श्ना आगच्छति, क्री योगः श्ना योगः अत्, अनुबन्ध लोपे क्री योगः न योगः अत्, क्री अत्र क्री न भवति, अतो अत्र अतो गुणे नास्ति महोदय, अत्र अतो गुणः नास्ति, किन्तु अत् नास्ति, अन्ते पदान्त आ अस्ति, अ नास्ति, परन्तु क्रीणत् भवति. अग्रे अग्रे पठामः. अतोः गुणः इव सूत्रेण किं? मम अपि अधुना मस्तके नास्ति, परन्तु अहं जानामि यत् क्रयादिगणे आगच्छति. अहमपि अनन्तरं यदा बहूनि सूत्राणि भवन्ति मम अपि मस्तिष्के न तिष्ठन्ति, तर्हि परन्तु अतो गुणे नास्ति अत्र. अस्तु, यतः अत्र पदान्ते तु अत् अपदान्ते अत् नास्ति. चुरादौ चुरादौ चुर् चोरी इति धातुः निच्छागच्छति चुर् योगः निच्छागति चुर् तस्य चोरी भवति निच्छागति चेत् गुणं भवति खलु पुगन्तलघुपदस्य च गुण एव अत्र तु वृद्धि किमपि न भवितुं शक्नोति अस्तु चोर् योगः क्षम्यतां मम पिता अस्वस्थ अस्ति मम माता अस्तु करोतु करोतु अहं पठामि क्षम्यतां तर्हि चोर् अस्ति तत्र निच् प्रत्ययः आगत्य चोरी भवति नूतनधातु तदनन्तरं चोरी योगः शप् योगः अत् अनुबन्धलोपेन चोरी योगः अयोगः अत् चोरी योगः अ अत्र प्रथमं तु गुणकार्यं भवति चोरय इति भवति चोरय योगः अत् चोरयत् इति रूपं भवति इति शत्रान्तानाम् इव अपरेषां सर्वेषां सार्वधातुककृदन्तानां दशानां धातुगणानां रूपभेदाः भवन्ति कर्त्रर्थे शानच् प्रत्ययानाम् अपि एतादृशाः गणीयभेदाः भवन्ति परन्तु शानच् प्रत्ययः केवलम् आत्मनेपदी धातूनां कृते अस्ति इति अस्तु हा तर्हि अस्माभिः दृष्टं यत् कृत् प्रत्यये अपि यदि यदि षित् अस्ति चेत् गणभेदं भवति कर्तृषप् इति सूत्रेण अस्तु कस्यापि प्रश्नः अस्ति वा नास्ति चेत् विरमामः धन्यवादः अस्तु तर्हि अग्रिमरविवासरे मेलिष्यामः अस्तु धन्यवादः धन्यवादः।